अग्रे देवाः वदन्ति सुधापात्रमानीयः एवं विनिमये जाते सुधाराज्ञा प्रपीयताम् प्रपास्यामो वयं सर्वे श्रीमद्भागवतामृतम्। एवं विनिमये जाते नाम अस्माकं सुधाकुम्भं स्वीकृत्य भवान् श्रीमद्भागवतामृतं ददातु इति तेषां प्रस्तावः आसीत् खलु, बभूव खलु। तदनु एवं कुर्वन्तु इति स्पष्टीकरणं कुर्वन्ति देवाः। एवं विनिमये जाते सुधा राज्ञा प्रपीयताम् प्रपास्यामो वयं सर्वे श्रीमद्भागवतामृतम् इति।